आरम्भश्लोकं वक्तुम् इच्छति वा अनिल् महोदय? आम् महोदय. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं कर्वावहे तेजस्विनावतितमस्तु मा विद्विषावहे. ॐ शान्ति शान्ति शान्तिः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. ॐ श्रीसरसत्रे नमः. ॐ श्रीगुरुभ्यो नमः. सर्वेभ्यः नमस्कारः. अद्यतन व्याकरणविषये सुस्वागतम्. अत्र तु बलाबलचिन्तनविषयस्य एव भवन्ति. अत्र इतोपि अधिक चिन्तनम् एतत् विषये कुत्र बलवत् भवति, कुत्र न बलवत् भवति. अनन्तरं विप्रतिषेधे परं कार्यमपि समानस्थाने द्वयोः मध्ये सूत्रयोः मध्ये अत्र बलाबलचिन्तनं किम् इति दृष्टवन्तः. अनन्तरम् अत्र अत्र बलाबलचिन्तनविषये स्तुति च बहुवचने जलि एतत् वयं दृष्टवन्तः. अनन्तरम् अत्र एतत् विषये चित्रमपि दृष्टवन्तः. कुत्र गुणः भवति, कुत्र गुणस्य प्रसक्तिः भवति परन्तु न भवति इति दृष्टवन्तः. अनन्तरं लोपो व्योर्वलि स्योः सुदनुनासिके च कुहन्तलघुपदस्य एतदपि समानकाले भवति चेत् किं सूत्रम् अत्र व्यर्थं भवति, किं भवति इति. लोपो व्योर्वलि मध्ये वकार एकारः लोपः भवति. अनन्तरम् अत्र पुगन्तलघुपदस्य च उपादायं तिष्ठत्य लघु ईकुवर्णस्य गुणः भवति इति. स्वोः सूडनुनासिके इत्यनेन चकारवकारयोः अत्र सूट् आगमः भवति इति. अतिदं बहिरङ्गम् एतत् विषये अपि अचलत्. अनन्तरम् अत्र इको यनचि. अनन्तरं त्रिचतुरोः त्रिचतुरोस्क्रियां त्रिचतसृ अत्र त्रि इत्युक्ते तिसृ त्रीलिङ्गपदं, चतुरः इत्युक्ते चतसृ इति अभवत् इति. अनन्तरं त्रयस्त्रयः इत्यपि तत्र आम् इत्यनेन स्वीकुर्मः. अनन्तरम् अत्र नेर्यः इति सूत्रं दृष्टवन्तः. नेर्यः चतुर्थीविभक्ति एकवचनं तत्रापि. अनन्तरम् अत्र स्त्रियाम् इत्युक्तेन ह्रस्वनुद्यापो ह्रस्वनद्यापो नुट् इत्यनेन नदी आपः स्थाने स्त्रीपदे नुट् आगमः भवति. अनन्तरं नामी इत्यनेन अत्र दीर्घादेशः भवति. त्रयाणाम् इति दृष्टवन्तः. इदानीमत्र स्योः सूडनुनासिके च अनन्तरं इकोयनचि कुकुन्तलघुपदस्य च इत्यनेन कुत्र कार्यं भवति, कुत्र न भवति. अत्र अनन्तरम् इको एनचि इत्यनेन इकः स्थाने एनचि भवति. सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. कुकुन्तलघुपदस्य च इत्यनेन पूर्वं स्थितस्य उपदा वर्णस्य इक् भवति, तत् स्थाने गुणः भवति इति दृष्टवन्तः. अनन्तरम् इको एनचि विषये अपि वयं दृष्टवन्तः. अनन्तरम् अत्र निमित्तिकम् अन्तरङ्गं कुत्र भवति इत्येव अत्र आदे च उपदेशच्युति इति नूतनसूत्रमस्ति. अनिल् महोदय पठतु. पूर्वकक्षायां महोदय उपरि सेक्षन् डन् अस्ति वा? एतत् समीचीनमेव, भवानपि जानाति एव, प्रश्नः उदेति चेत् अहं वक्तुम् इच्छामि एव. परन्तु पुगुन्तलघुपदस्य इको एनर्जि अनन्तरम् अत्र संहितायां कुत्र भवति अकगस्तवर्णदीर्घः, एतत् भवान् जानाति एव. चूडनुनासिके इत्यनेन सूट् आगमः भवति, कुत्र भवति चेत् वकारे चकारयोः इति वयं दृष्टवन्तः गतवर्गे. इदानीमत्र अपरनिमित्तिकं निमित्तकम् अन्तरङ्गम् इति भवति, एतदेव पठनीयं. प्रश्नः उच्यते चेत् पृच्छतु, किमपि चिन्ता नास्ति एव. अत्र भवान् जानाति एव, एतत् विषये बहुवारं मया अत्र चर्चितमस्ति, अतः एव. अपरनिमित्तकम् अन्तरङ्गम्, यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तकं भवति. आदेश उपदेशे शिति इत्यनेन आत्वं भवति. तत्र अशिति इत्यनेन आत्वप्रतिषेधः नाम शितिकार्यं न भवति. तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति कस्मिन् परे इति चेत् किमपि नोक्तम्. एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तद् तदपरिनिमित्तकम् अस्ति. अत्र पश्यतु, शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तकं भवति. किमपि चेत् अत्र आदेशे उपदेशे अशिति इति भवति, चित् नास्ति, अशिति एव. चित् अस्ति चेत् एव अत्र गुणकार्यम् अनन्तरम् अन्यकार्यं कर्तरि शप् साधनतया शकारस्य कार्यं कृत्वा अग्रे गच्छामि. परन्तु अत्र अशिति इत्यनेन आत्मप्रतिषेधः नाम शितिकार्यं न भवति एव. परन्तु अत्र आदेश उपदेशे अशिति, आत् एव एचस्थाने उपदेश अवस्थायाम् एजन्तस्य धातोः आत्वं भवति कस्मिन् परे इति अत्र किमपि न उक्तमेव. एतत् श्लोकं 6.1 सूत्रम् एतत् सूत्रं 6.1.5 मध्ये दृष्टेम चेत् आदेशे उपदेशे चिति धातोः इति वर्तते एव. अनन्तरम् एजन्तः यः धातुः उपदेशे तस्य आकार आदेशः भवति, स्थितिः तु प्रत्यये न भवति एव. अतः एव इति उदाहरणरूपेण ग्लै इति स्वीकुर्मः चेत् एतत्तु ऐकारः अस्ति, एजन्तदातवः. अत्र ऐकारः अस्ति, तत् स्थाने दीर्घ आकारः भूत्वा ग्लाता इति भवति. ग्लाता तुमुनान्तं योजनेन ग्लातुं, तव्यत् प्रति योजनेन ग्लातव्यम् इति भवति. एतत् सूत्रं कुत्र भवति, कुत्र न भवति इति तत्र न दत्तं. निमित्तिकविषये अत्र किमपि न दत्तमेव. परन्तु एजन्तदातोः विषये आदेश उपदेश अशिति, अशित् अस्ति, पुनरपि अत्र आदेश आपि एव एजन्तदातोः उपदेश अवस्थायां भवति इति तत्र दत्तं. भवान् एव अत्र अग्रे पठतु. अत्र ध्येयं यत् अशित्वं भवेत् इति नोक्तम्. अशितिप्रत्यये परे इति नोक्तं, स्थिति न भवति इत्युक्तम्. अतः निषेधार्थः आदेश उपदेशे अशिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्. प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकः अर्थः. द्वितीयं वाक्यम् उपदेशे एजन्तस्य धातोः शितिप्रत्ययपरे आत्वं न भवति इति द्वितीयः अर्थः. अत्र वयं समीचीनतया ज्ञातमेव, अत्रैव दत्तं सूत्रे एतत् अस्ति, अत्र प्रतिपादनार्थं वाक्यं द्वयं भवति. अत्र प्रथमवाक्यम् उपदेश एजन्तधातोः आत्मं भवति इति अत्र सूत्रं वदति. परन्तु अत्र द्वितीयविषयं किमस्ति, तत् सूत्रे एव अशिति इति भवति. द्वितीयं वाक्यं किं भवति चेत् उपदेश एजन्तधातोः सिति प्रत्ययपरे आत्मं न भवति, एतदेव द्वितीय अर्थः अशिति भवति इति. अत्र आयत्येव अग्रे एतत् विषये आयाति एव. अनुश्रिय पठतु. प्रथमे अर्थे किमुक्तम्? उपदेश एजन्तस्य धातोः आत्मं भवति. कस्मिन् परे? न उक्तम्. द्वितीये अर्थे तु स्थितिपरे निषेधः, एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति. तर्हि निषेधांशे निमित्तं वर्तते, विध्यंशे निषिद्धं नास्ति. एवं च अत्र विधि अंशे प्रथमं किम् अस्ति? एजन्तधातोः आत्मं भवति इति प्रथमपङ्क्तिः वदति. आत्मं वदति इति तस्मिन् परन्तु भवति इति न उक्तम्. आत्मं भवति इति एव उक्तम्. निषेधं भवति, अशितिः भवति. अत्र तत् स्थाने निषेधः एव भवति. अत्र किं भवति चेत् विधिं प्रति निमित्तं नास्ति. विधिः अत्र भवति, आदे च उपदेशे अशिति. अशिति इति अत्र त्यक्तवन्तः. आदेशः कुत्र भवति चेत् आदि एव एच् वर्णस्य भवति इति. अतः एव एजन्तधातोः आत्मं भवति इति तत्र दत्तम्. एतत् निमित्तम् अत्र निषेध अंशे अत्र निमित्तं वर्तते, विधिः भवति. भवत्येव पठतु अत्र अग्रे. एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्रतिप्राप्तिः, एकस्य अपरनिमित्तकम् अन्यस्य च निमित्तम् अस्ति. तत्र प्रथमं सूत्रं द्वितीयप्रति अन्तरङ्गं, तदर्थम् आदेश उपदेशे सिति. षष्ठमध्याये प्रथमपादे चतुर्विंशतिसूत्रेण शास्त्रम् अन्यत्र शास्त्रं प्रति अन्तरङ्गं भवति. शास्त्रम् अन्यत्र शास्त्रं प्रति अन्तरङ्गं भवति. अत्र विधि अत्र प्राधानतया अत्र द्रष्टव्यं. सूत्रयोः एकत्र समकालप्राप्तिः अस्ति, एकस्य अपरनिमित्तकम् अन्यस्य च निमित्तम् अस्ति. प्रथमम् अत्र उपदेशे अवस्थायाम् आत्मं भवति इति परन्तु अत्र निषेधकम् अशीति इत्यनेन भवति. एतद् द्वितीयविषये प्रति अन्तरङ्गं भवति, आदेशे उपदेशे अशीति इति अन्तरङ्गं भवति. अतः एव शास्त्रस्य अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति. एतत् किञ्चित् क्लिष्टकरमेव. पूर्णतया अत्र इतोपि पठितव्यमेव. भगिनी अन्तरङ्गं बहिरङ्गम् इति वयं दृष्टवन्तः खलु. अन्तरङ्ग पूर्वसूत्रात् परसूत्रं बलवत् भवति, बलसूत्रात् नित्यसूत्रं बलवत् भवति, नित्यसूत्रात् अन्तरङ्गसूत्रं बलवत् भवति. अन्तरङ्गसूत्रं विषये वयं चर्चितवन्तः. एकं पेराग्राफ् स्वीकृत्य परिच्छेदः एतत् विषये अन्तरङ्गविषये एव अचलत्. अत्र इतोपि द्रष्टव्यं चेत् अत्र तत् पुनरपि द्रष्टव्यमेव. अन्तरङ्गम् इत्युक्ते किम् इति अत्र पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् इत्युक्ते पूर्वस्थितनिमित्तिकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तत् अन्तरङ्गम्. अत्र पूर्वमेव आदे च आत् एच् वर्णस्य अत्र निमित्तं भवति एव. एतत् निमित्तं पूर्वमेव भवति, एतदेव अन्तरङ्गमिति भवति. अत्र तत् विषये आदेश उपदेशे स्थितिः स्वीकुर्मः चेत् अत्र निमित्तमस्ति एव आदेश उपदेशे आदि एव एच स्थाने भवति इति अत्र अन्तरङ्गं भवति. अतः तत्र इतोपि स्पष्टीकरणार्थम् अत्र अग्रे अपि दत्तम्. अञ्जना पठितुं शक्यते वा? किम् आहूतवती महोदय? महालक्ष्मी पठितुं शक्यते वा? आं माता, हरि ओम्. हरि ओम्, पठतु. आदेच उपदेशे स्थिति उपदेश यजन्तस्य दातोरात्वं नातु स्थिति उपदेशो इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशाकधातूनाम् उपदेशावस्थायां यजन्तधातूनाम् अन्तस्य एचः स्थाने आत्वादेशः अचीतिः, येन विधिस्त्वदन्तस्य प्रथमाध्याये प्रथमपादे द्वे सप्ततिः सूत्रेण इत्यनेन तदान्तविधिः अलोन्तस्य प्रथमाध्याये प्रथमपादे द्वितीयपञ्चाशत् सूत्र इत्यनेन अन्तस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ इस् इत् यस्य स षित् न षित् अशीत् तस्मिन् विषये अशीति नन्यत्तत्पुरुषः आत् प्रथमानन्त. तादृशमेव मया उक्तं वा पूर्वमपि? बहवः अत्र क्लेशः पठितुं समये आगच्छति. उपदेश अवस्थायाम् अत्र येन विधिस्तदन्तस्य उपदेशे एव उपदोषो नास्ति, दोषः भवति. नै तत्पुरुषसमासः, नै तत्पुरुषः आत् प्रथमानन्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशीति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् लिट् धातोरनभ्यासस्य षड् अध्याये प्रथमपादे अष्टमसूत्रेण इत्यस्मात् धातोः इत्यस्य अनुवृत्ति संहितसूत्रम् एचः धातो आत् दात् उपदेशो अशीति. अस्तु वा? अत्र आदेशे उपदेशे अशीति इति भवति. उपदेश एजन्तधातूनां किं भवति चेत् ए ऐ ओ औ एव उपदेश अवस्थायाम् अत्र. एतत्तु औपदेशिकधातूनाम् एव प्रसक्तिः भवति उपदेश अवस्थायाम्. अत्र औपदेशिक न तु अतिदेशिकधातूनाम्. अतिदेशिकधातूनाम् इत्युक्ते अत्र एतत् द्वादश भवति खलु, सन्नन्तविषये, यङन्तविषये, छङ्क् विषये, यङ् विषये, अनन्तरं लिट् विषये. उपदेश अवस्थायां एजन्तधातूनाम् अन्त्यस्य एव स्थाने आत्व आदेशः भवति. इदानीम् अन्तिमस्थाने एव आत्वं भवति यत्र ए ऐ ओ औ अस्ति चेत् तत् स्थाने आत्वं भवति. अत्र येन विधि तदन्तस्य, येन विधिः विसर्गस्य स्थाने तत् तकारक श्रुत्वा अत्र सकारः आगच्छति, सत्वम् आगच्छति अत्र. तदन्तविधिः भवति. अतः एव आदेश उपदेश अशिति. अशिति इति अत्र किमपि अत्र निमित्तिकम् अस्ति अपि अत्र उपदेश अवस्थायाम् आत् एव भवति. कुत्र भवति चेत् एजन्त धातोः अत्र ईषु इत् यस्य सकाशित् भवति, नाशित् अशित् एव, तस्मिन् विषये अशिति इति. एतत् नञ् तत्पुरुषसमासः. धर्मः अधर्मः, धर्मः इत्युक्ते धर्मः एव. अत्र अधर्मः भवति चेत् अत्र नञ् तत्पुरुषसमासः. आत् प्रथमान्तम् आत् आत् एजन्तधातुः आत् इत्यनेन अत्र ए ऐ ओ औ इति भवति. आत् प्रथमान्तं भवति. अतः एव अत्र ए ऐ ओ औ स्थाने उपदेश अवस्थायाम् अत्र शि अशिति इति सप्तमी अस्ति. अतः एव पूर्वकार्यं परं निमित्तं भवति. आदेश उपदेश अवस्थायां पूर्वं कार्यं भवति एव. सप्तम्यन्तम् इति स्वीकुर्मः चेत् शिति इति पूर्वं कार्यं, पञ्चमी इत्युक्ते परकार्यं, सप्तमी इत्युक्ते पूर्वं कार्यम्. अतः एव पूर्वं कार्यं भवति. अनिल्महोदय, अनिल्महोदय आं महोदय, श्रूयते खलु? आमाम्. अत्र आद् प्रथमान्तं, प्रथमान्तं यत्र अस्ति तत् स्थाने एव आदेशः आगमः भवति खलु, नामकरणं भवति खलु प्रथमान्तम् इति विषये. अत्र सप्तमी इति उपदेश अवस्थायं सप्तम्यन्तं भवति. अतः एव आदेश इत्यनेन सप्तम्यन्तम् इत्युक्ते पूर्वं कार्यं, परमेव निमित्तं भवति. इदानीं पूर्वकार्यं भवति. आत् इत्युक्ते एजन्तधातूनां भवति एव खलु उपदेश अवस्थायाम् एतद् भवति. किमर्थं चेत् उपदेशे इति सप्तम्यन्तं, तत् स्थाने एव अत्र प्रथमान्तकार्यं भवति. अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. अन्तलक्ष्मी अस्ति वा? अन्तलक्ष्मी अस्ति खलु? अन्तलक्ष्मी महोदय, शृणोमि. न न, शृणोतु शृणोतु, परन्तु अत्र अनेकपदमिति आगच्छति. अत्र एतद् विषये एवं मया अत्र सूचितम्. आत् प्रथमान्तम्, एषः षष्ट्यन्तम्, उपदेशसप्तम्यन्तम्, अशिति इति सप्तम्यन्तम्. अनेकपदमिदं सूत्रं, पूर्वं द्विपदमिदं सूत्रं, त्रीणि पदानि विषये एव चर्चितवन्तः. इदानीम् अनेकपदमिदं सूत्रं. लिटि धातोः अनभ्यसस्य अभ्यस्य अभ्याससमये अनभ्यस्य स्थाने लिटि इत्युक्ते किं? लिट्टि, जुगोत्यादि, श्लौ, तादृशं चङ् यङ् एतत् स्वीकुर्मः चेत् अत्र कार्यं किं भवति? कोऽपि द्वित्वं महोदय. हा उत्तमं, द्वित्वमेव भवति. लिटि धातो अनभ्यस्य इत्यस्मात् धातोः अत्र अभ्यासः कार्यं नास्ति. धातोः अनभ्यस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, अनुवृत्तिशब्दस्य सूत्रं द्वेचः धातोः आत् उपदेशे अशिति. अत्र पूर्वं निमित्तम् अस्ति. अतः एव आत् एजन्तधातूनाम् आतो भवति इति. अत्र शान्ता पठतु एवं च. नमस्कार. एवं च परिभाषेन्दु शेखरे ग्रन्थकारः वदति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तदन्तरङ्गम्. अन्तर्भूतानि अङ्गानि, अत्र अन्तर्भूतं भूतत्वं बहुविधम् अस्ति. अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं, कदाचित् पूर्वोपस्थित निमित्तिकतया भवति, कदाचित् अपरनिमित्तिकया भवति. कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णे द्वयापेक्षतया भवति. अतः व्याख्यायां निमित्तानाम् अन्तर्भावश्च इति आरभ्य लिखितम् अस्ति. अन्य कोऽपि म्यूट् करोतु, अत्र शब्दः आगच्छति, शब्दम् आगच्छति. अत्र परिभाषे परिभाषेन्तु शेखरः इति अस्ति, परिभाषाविषये एतत् परिभाषमेव खलु अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तिकसमुदायमध्ये अन्तरङ्गभूतानि अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् इदानीमेव अन्तरङ्गम् इत्युक्ते पूर्वं म्यूट् करोतु अनन्तलक्ष्मी. अन्तर्भूतानि इत्युक्ते अङ्गानि अत्र अन्तर्भूतत्वं बहिविधं बहुविधं भवति. अन्तर्भूतानि अङ्गानि पूर्वं निमित्तं भवति. अत्र अन्तर्भूतस्य केवलं प्रकारद्वयं प्रदर्शितं किं चेत् पूर्व उपस्थिते निमित्तिकतया पूर्वम् अत्र आदेशे उपदेशे उपदेशावस्थायाम् आत् एजन्त धातूनाम् आगच्छति. पूर्व उपस्थितनिमित्तिकम् अस्ति अत्र. कदाचित् अपरनिमित्तिकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति. अत्र त्रीणि विधानि भवन्ति. कुत्रापि पूर्वनिमित्तिकं भवति, अपरनिमित्तिकं भवति, कुत्रापि समुदायविषये मध्ये भवति इति. एकपदवर्णद्वयोः द्वया अपेक्षया अपेक्षतया भवति. एकपदवर्णद्वया वर्णात् अपेक्षतया भवति. अतः व्याख्यातं निमित्ताणाम् अन्तर्भाव च इति आरभ्य लिखितमस्ति. अतः एव पूर्वनिमित्तिकविषये व्याख्यातं किम् अस्ति, निमित्तानाम् अन्तर्भाव च. निमित्तं परे अस्ति अत्र, अशिति इति परे अस्ति, परन्तु निमित्तं तु पूर्वमस्ति. इदानीम् अत्र इतोपि एतत् विषये चिन्तनं गोदामाल् पठतु. एकं सूत्रं औत्सर्गीकं सामान्यम् अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान्. उदाहरणम् उपारिदत्तं वृद्धिरेचिः आद्गुणः इति सूत्रस्य अपवादः. अतः यद्यापि वृद्धिरेचि परसूत्रं तदापि विप्रतिषेधे परं कार्यम् इत्यनेन तस्य कार्यं न सिध्यति. अनया परिभाषाय सिध्यति. आद्गुणः इत्यस्य अपवादत्वात् अत्र किं भवति, उत्सर्गिक अत्र शञ्जि प्रत्ययं योजनेन औत्सर्गिक इति भवति. सुन्दरस्य भावः सौन्दर्यम्. इदानीम् औत्सर्गिकसूत्रं किं, सामान्यसूत्रमस्ति. सामान्यसूत्रम् अत्र वृद्धिरेचि इति भवति. अन्यत् अपवादसूत्रम् अत्र आद्गुणः इत्येव अपवादसूत्रं. किमर्थं चेत् 6188 वृद्धिरेचि 6187 एव, एतत् 87 पूर्वसूत्रम् अस्ति. परन्तु अत्र विप्रतिषेधे परं कार्यम् इत्युक्ते द्वयोः मध्ये समकाले यत् सूत्रं प्रथमं भवति इत्येव सूचयति विप्रतिषेधे परं कार्यम्. अत्र किम् अस्ति, अनया परिभाषया पूर्वसूत्रात् सामान्यसूत्रात् बलवत् कुत्र भवति चेत् अन्यसूत्रात्, यत्र अपवादम् अस्ति तत्येव बलवत् भवति. पूर्वपरनिमित्त अन्तरङ्ग पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरबल्यः उत्तरोत्तरबल्यः इति प्रथमम् अस्ति. अनन्तरम् एतत् आगच्छति, एतत् अपवादानां बलवत् भवति इति वयं दृष्टवन्तः. अतः एव अत्र वृद्धिरेचि इति परसूत्रम् अस्ति, परन्तु आद्गुणः इति पूर्वसूत्रमस्ति. अत्र पूर्वसूत्रात् परसूत्रम् असिद्धं भवति. विप्रतिषेधे परं कार्यम् एतत् विषये अत्र आद्गुणः एव बलवत् भवति. किमर्थं चेत् सामान्यसूत्रात् विशेषसूत्रं बलवत् भवति. अत्र अत्र अपि दत्तमत्र. अनिल् महोदय पठतु इदानीम्. पूर्वपरनित्यान्तरङ्गापवादानामुत्तरतरं बल्यः इति परिभाषायाः प्रथमपदद्वयं पूर्वपरविप्रतिषेधे परं कार्यम् इत्यस्य तात्पर्यं. तस्याः अग्रिमेण तत्त्वत्रयेण नित्यान्तरङ्ग अपवाद इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते. नाम नित्यान्तरङ्गापवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति. तुल्यबलविरोधाभावे परसूत्रस्य कार्यं पूर्वं न भवति. तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति. किन्तु नित्यान्तरङ्गापवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न. अत्र पूर्वपरविषये एव स्वीकृतवन्तः. पूर्वसूत्रम् अत्र अस्ति आदिगुणः. विरुद्धरेचे अस्ति परसूत्रमस्ति. तत् स्थाने विप्रतिषेधे परं कार्यम् इत्यनेन एव विरुद्धरेचि आदिगुणः एतत् स्वीकृत्य अत्र विरुद्धरेचि इति सामान्यसूत्रमस्ति, उत्सर्गिकसूत्रमस्ति. सामान्य न तु उत्सर्गिक समानमेव. विरुद्धरेचि इति सामान्यसूत्रमस्ति. आदिगुणः इति पूर्वसूत्रमस्ति 87. विरुद्धरेचि तु 88. अत्र पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरो बलीयः इति परिभाषया अत्र पूर्वपरम् एव स्वीकृतम्. अत्र विप्रतिषेधे परं कार्यम् इत्यनेन तुल्यबलविरोधः भवति वा? नैव भवति. अत्र नित्य अन्तरङ्ग अपवादानामेव अन्यतमः अस्ति. परन्तु इदानीम् अत्र पूर्वपरविषये एव स्वीकृतवन्तः. अतः तत्र नित्य अन्तरङ्ग अपवादानम् इति कार्यं न भवति. पूर्वपरविषये एव अत्र पूर्वसूत्रम् आदिगुणः 87, परसूत्रं विरुद्धरेचि 88. अत्र विप्रतिषेधे परं कार्यं किमर्थं चेत् साधारणसूत्रं प्रति विशेषसूत्रं बलवत् भवति. विरुद्धरेचि इति साधारणसूत्रम्, आदिगुणः इति विशेषसूत्रं, विरुद्धरेचि इति सामान्यसूत्रम्, औत्सर्गिकसूत्रम्, आदिगुणः इति अपवादसूत्रम्. अतः आदिगुणः पूर्वम् आगच्छति. अत्र बलवत् अपि भवति. अतः अस्माकं वसुधा भगिनी अस्ति एका, अस्याः परिभाषया सिद्धान्तं सुन्दरतया निरूपितवती. अपवादम्, अन्तरङ्गं, नित्यपर पूर्व, एतत् सर्वं जानन्ति एव. पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तर बलवत् भवति. इदानीं पूर्वसूत्रमस्ति आदिगुणः, परसूत्रमस्ति विरुद्धरेचि. परन्तु अत्र अपवादविषयाणां विशेषणम् अस्ति अत्र. अतः एव अत्र आदिगुणः इति बलवत् भवति. अत्र एतत् सुन्दररीत्या इतोपि अत्र पठतु. पूर्वसूत्रं किम् अस्ति, परसूत्रं किम्, एतत् विषयः अत्र इतोपि तत्र दत्तमेव. इदानीं पूर्वत्रासित्तम् इत्यनेन किं भवति इति पश्येम. अत्र महालक्ष्मी पठ, अनुसूया भगिनी पठतु. पूर्वतासिद्धम् अष्टमाध्याये द्वितीयपादे प्रथमसूत्रः. अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः महद् भागद्वये विभाजितः. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः. अष्टमाध्यन्तस्य द्वितीयतृतीयचतुर्थपादाः मिलित्वा द्वितीयभागः. प्रथमभागस्य नाम सपादसप्ताध्यायी. द्वितीयभागस्य नाम त्रिपादी. अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायां सन्ति तानि प्रति त्रिपाद्यां प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि असिद्धानि अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि सपादसप्तमसप्ताध्यायीम् एति प्रति त्रिपाद्यासिद्धा त्रिपाद्यमपि पूर्वं प्रति परशास्त्रम् असिद्धं त्रयाणां पादानां समाहारः त्रिपादिः द्विगुसमासः सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहिता सपादसप्ताध्यायी पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धं पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदमिदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते. अत्र मया एतत् विषये सूचितमेव कुत्र सपादसप्ताध्यायी भवति कुत्र त्रिपादी भवति सर्वं जानन्ति खलु एतत् विषये इतोपि वक्तव्यं वा त्रिपादी प्रथम अध्याय आरभ्य किं भवति अष्टमप्रथम अध्यायं पर्यन्तम् अत्र किं भवति सपादसप्ताह्यायी भवति 1-1, 1-2, 1-3 सर्वाणि अत्र भवन्ति एव कुत्र पर्यन्तम् 8-1 इदानीम् अत्र सपादसप्ताह्याम् इत्युक्ते अत्र 1-1-1 आरभ्य 8-1-39 पर्यन्तं सूत्राणि प्रथमाध्याये अष्टमाध्याये प्रथमपादे कानि यानि यानि सूत्राणि एतत् सर्वाणि भूत्वा एव सपादसप्ताह्यायी इति भवति त्रिपादी इत्युक्ते किम् 8-1 आरभ्य 8-4-6-8 पर्यन्तं 6-8 सूत्रमेव आ इति सूचयति ह्रस्वाकारविषये सूचयति 68 सूत्रम् इदानीं सपादसप्ताह्यायी सूत्रं प्रति एतत् विषये सूत्रमस्ति चेत् अनन्तरम् एककाले त्रिपादीसूत्रम् आगत्य कार्यं करोति वा चेत् न भवति त्रिपादीसूत्रम् असिद्धं भवति समीचीनं प्रश्नः अस्ति वा अनिल् महोदय इदानीम् अत्र त्रिपादी इति सूत्रं स्वीकुर्मः चेत् अत्र पश्यतु इदानीं 8-2-2 इति अस्ति सूत्रमस्ति अत्र सूत्रमस्ति परन्तु अग्रे 8-3-20 इति अस्ति चेत् एतत् असमकाले आगच्छति परन्तु त्रिपादीसूत्रम् अपि पूर्वसूत्रात् परसूत्रम् असिद्धं भवति एतत् 8-3-20 परसूत्रमस्ति परसूत्रमस्ति परन्तु असिद्धं भवति तत्रापि तादृशमेव भवति किमपि अत्र क्लेशः नास्ति एतत् किं भवति अत्र उक्तमेव त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि भवति कुत्र भवति सप्ताध्याय सपादसप्ताध्यायं सूत्रे द्रष्टुं शक्यते चेत् त्रिपादीसूत्रम् असिद्धं भवति त्रयाणां पदानां समाहारः त्रिपादी द्युगुसमासः. द्युः इत्युक्ते सङ्ख्या भवति, त्रया इति त्रयाणाम् इति त्रीणि पदं सूचयति. अतः एव अत्र द्युगुसमासः. सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी, पादेन सहित सपादसप्ताध्यायी, सपादसप्ताध्यायी. सपाद इत्युक्ते वन् फोर्त्. पूर्वस्मिन् इति पूर्वत्र, न सिद्धम् इत्युक्ते असिद्धं, नै तत्पुरुषसमासः. पूर्वत्र अव्ययपदमस्ति, असिद्ध प्रथमान्तमान्तं पदमस्ति, द्विपदमिदं सूत्रम्. इदं सूत्रम् अधिकारसूत्रे भवति. अधिकारे इत्युक्ते बहवः सूत्राणि सन्ति एव. एकम् अधिकारः प्रकरणं स्वीकुर्मः चेत् अत्र पृथक् पृथक्तया आगच्छति. अधिकारसूत्रम् अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते. इदानीमत्र महालक्ष्मी पठतु. शान्ता पठतु. आम् आम् आम् पूर्वत्र सिद्धं, पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्रसिद्धं कार्यसिद्धं च. द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत् तत्पश्चात् सपाद सप्ताध्यायी सूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कार्यं न दृश्यते एव, यतः तेन परत्रिपादिसूत्रेण यत्किमपि क्रियते तत् पूर्वत्रा सिद्धम् इत्यनेन असिद्धम् इदं कार्यसिद्धम् इत्युच्यते. अस्तु वा, पूर्वत्र सिद्धं न अत्र किमपि इदानीं मया किम् उक्तम्, एतदेव अत्र स्पष्टीकरणार्थं. शास्त्र असिद्धं, कार्य असिद्धं, किं किं कुत्र कुत्र भवति इति. अत्र पूर्वसूत्रात् त्रिपादिसूत्रम् आगत्य सपादिसूत्रं पूर्वम् अस्ति, त्रिपादिसूत्रं परे अस्ति. सपादसप्ताध्यायीसूत्रं दृष्ट्वा परसूत्रं किम् अस्ति, त्रिपादिसूत्रं किम् अस्ति, अत्र असिद्धं भवति इत्येव तत्र दत्तम्. अत्र कार्यं द्वयं भवति, शास्त्ररीत्या अनन्तरं कार्यरीत्या. इदानीं शास्त्रसिद्धं, शान्ता पठतु. गोदमाल् पठतु. शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले दत्ते परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति, यथा हल् सन्धिसूत्राणि सर्वाणि त्रिपाद्यम्. अतः एकत्र हल् सन्धि विधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वं पूर्वसूत्रम् आगत्य कार्यं करोति. यत् प्लस् यद् योगं जायते झलां दशान्ते 8 to 39 स्तोः स्चुनाश्चुः 8 4 40 एकत्र आयतः स्तोः शुनाशुः इत्यस्य असिद्धत्वात् जलां दशां जशान्ते पूर्वं भवति यदि योगं जायते स्तोः शुनाशुः इत्येन स्च्युत्वं यज् योगं जायते यज्जायते एवमेव सर्वाणि हल्सन्धिसूत्राणि. अत्र पश्यतु शास्त्रसिद्धं किं भवति चेत् एकस्मिन् स्थले एकस्मिन् काले सूत्रयोः द्वयोः प्रसक्तिः समानकाले भवति चेत् अत्र पूर्वत्रासिद्धम् इति वयं स्वीकुर्मः. पूर्वत्रासिद्धं किं? त्रिपादि सूत्रं सपादिसूत्रात् असिद्धं भवति इति वयं दृष्टवन्तः. सपादसूत्रम् एव प्रथमम् आगच्छति. इदानीं हल्सन्धिविषये स्वीकुर्मः चेत् अत्र हल्सन्धिविषये सर्वदा त्रिपाद्याम् एव भवति. इदानीम् उदाहरणरूपेण स्वीकुर्मः चेत् यत् इति जायते, जलां जशन्ते इति सूत्रेण प्रथमवर्णस्य स्थाने तृतीयवर्णः भूत्वा कार्यं भवति, अतः एव यत् जायते इति वयं दृष्टवन्तः. एतत्तु 39 भवति. स्तुः चुना चुः इति सूत्रं तु परसूत्रमस्ति. 40 पादमपि अन्ये पादमस्ति. इदानीम् एकत्र आयाति, किम् आयाति? जलां जशन्ति अपि आयाति, अनन्तरं स्तोः चुना चुः अपि आयाति. इदानीं पूर्वसूत्रमस्ति 39 अस्ति, परसूत्रमस्ति स्तुः चुना चुः इति आसीतं भवति. अतः एव यद् जायते इति तृतीयवर्णः प्रथमवर्णस्य स्थाने आगत्य कार्यं करोति. इदानीं जलां जशन्ति इति स्वीकुर्मः नास्ति चेत् सुः चुना चुः इति स्वीकुर्मः, अत्र तकारस्य स्थाने जकारः भवति, तुल्यतमवर्णः, अतः एव यत् जायते इति भवति. एवमेव सर्वाणि हल्सन्धिसूत्राणि कार्यं करोति इति. अत्र जस्वसन्धिः जलां जशन्ति, यवलोपसन्धिः लोपशाकल्यस्य, अनुस्वारसन्धिः ऊनुस्वारः नच्च पदान्तस्य चलि, ऊनुस्वारः पदान्ते भवति, नच्च पदान्तस्य अपदान्ते भवति, यमुडागमसन्धि यमोरस्वात् अचि यमो नित्यम् इति. अतः एकस्मिन् पक्षे एकवर्णस्य विषये द्वित्वम् आगत्य कार्यं करोति. अस्मिन् इति अस्मिन् योगः इति भवति चेत् अत्र अस्मिन् इति नकारः द्विवारं श्रूयते. यमोडागमसन्धि चित्तसन्धि वयं जानीमः स्तोः चुनास्तु इत्यनेन. चित्तसन्धि तकारः भवति. अनुनासिकसन्धि अत्र यरोनुनासिकम् अनुनासिको वा इति सूत्रेण यर्वर्णः अस्ति चेत् अत्र अनुनासिक पश्चिमवर्णः आगत्य कार्यं करोति इति. अनन्तरं चत्वसन्धिः वयं जानीमः. करि इति अत्र कर्वर्णः अस्ति चेत् प्रथमवर्णः द्वितीयवर्णः आगच्छति चेत् अत्र चत्वसन्धिः प्रथमवर्णः एव कार्यं करोति इति. अनन्तरं परसवर्णसन्धिः अनुस्वारति यै परसवर्णः तकार अस्ति चेत् तत्र अन्तिमवर्णः तकारस्य अन्तिमवर्णः नकारः भवति. एतदेव अनुस्वारस्य यै परसवर्णः भवति वा पदान्तस्य पदान्तविषये भवति वा न भवति वा इति. अनन्तरं तोर्लि इति भवति. तकारः द्विवारं लभते इति अस्ति चेत् तल्लभते इति लभते लकारः द्विवारं श्रूयते. एतदेव तोर्लिसूत्रं वदति. पूर्वसवर्णसन्धिः भवति चेत् अत्र जयो होण्यतरस्यां वाक् हरिः इति स्वीकुर्मः चेत् अत्र प्रथमवर्णस्य स्थाने जयो होण्यतरस्याम् इति सूत्रेण चतुर्थवर्णः आगत्य कार्यं करोति. वाग् हरि इति हा अकारः अस्ति, तत् तुल्यतमवर्णः चतुर्थवर्णः एव भवति. अतः क ख ग घ इति चतुर्थवर्णः भूत्वा वाग् हरि इति भवति. अनन्तरं चत्वसन्धिः भवति चचूटि इत्यनेन. चकारः अस्ति चेत् तत्र मूर्धन्य महाप्राणचकारः आगत्य कार्यं करोति. अनन्तरं एतदेव अत्र क्षेते इति रामश्चेते इति अस्ति. अनन्तरं तत्र शकारस्य स्थाने अनन्तरं अन्यपदं स्वीकुर्मः चेत् चत्वसन्धिः भवति. तत् स्थाने शकारस्य स्थाने चत्वं भूत्वा शिवः इति पदं स्वीकुर्मः चेत् अत्र चकारस्य स्थाने चकारः आगत्य कार्यं करोति इति. एतत् विषये अग्रे आगच्छति एव चिन्ता मास्तु. इदानीमत्र मनोरथः इदानीं पठतु अत्र गोदमाल् पठतु. अञ्जना पठितुं शक्यते वा? मनस् मनोरथः मनसः इच्छा अभिलाषा मनस् योगः रथ ससजुषोरुः इत्यनेन पदान्ते सकारस्य स्थाने रु आदेशः मन योगः रु रथ अनुबन्धलोपे मनर्योगः रथ रो रि अशिच्छा रो रि इत्यनेन रोपस्य लोपस् रोपस् इत्यनेन लोपस् रेपस्य लोपस्य असिद्धत्वात् अशि च इत्यनेन रेफस्य आकार उकार उकारादेशः मन योग उ रथ आद्गुणः इत्यनेन गुणादेशः गुणादेशः मनो योगः रथ वर्णमेलेन मनोरथ. किमपि अत्र स्पष्टीकरणार्थं दत्तम्, अत्र किमपि नास्ति, सर्वदा अत्र किमस्ति चेत् रोरि इति परसूत्रमस्ति, त्रिपाद्यमस्ति, अशिच इति सपाद्यमस्ति. किं दृष्टवन्तः? सपादसूत्रमस्ति चेत् एतदेव बलवत् भवति, विप्रतिषेधे परं कार्यमपि. पूर्वसूत्रं पूर्वसूत्रात् परसूत्रम् अत्र अबलं भवति, कार्यं न भवति. अशिच इति पूर्वसूत्रमस्ति, अशिच इत्यनेन ऊत्वमेव भवति अस्ति. अतः एव अत्र रोरि इति प्रथमरेपः आगच्छति, लोपः भवति रोरि इत्यनेन. एतत्तु परसूत्रमस्ति, अशिचि अशिच इति पूर्वसूत्रमस्ति. रोरि इत्यनेन रेपस्य लोपः असिद्धत्वात् कार्यं न करोति. अतः एव अत्र अशिच इत्यनेन ऊत्वं भूत्वा मनयोगः रेपस्य स्थाने मनर् इति भवति, तत् रेपस्य स्थाने उकारः भूत्वा अशिच एव कार्यं करोति. मनयोगः ऊ योगः रथ इति भवति. इदानीम् अकार उकारमेलनेन मनो इति भवति. किं सूत्रेण? आदिगुणः इति सूत्रेण आदेशः. अतः एव मनोरथः इति. इच्छाविषये अभिलाषा विषये भवत्याः मनोरथः पूरितं भवति वा? मनोरथः इत्युक्ते मनसि यत् अस्ति, इच्छा अस्ति, एतत् पूरितं भवति वा इति अत्र मनोरथः इति भवति. रोरि रेपस्य रेपः परे लोपः भवति, रेपः पूर्वं भवति, अग्रे अपि रेपः भवति. इदानीम् अत्र सत्त्वजिषोरुः इत्यनेन मनस् सकारस्य स्थाने ऋत्वम् आगच्छति, तत् ऋत्वं मणर् इति भवति. मणर् स्थाने स्वीकुर्मः चेत् अत्र पुनरपि रेपः, रथः इति परमपि रेपः. अत्र पुनर् रेपस्य स्थाने रोरि इति सूत्रेण लोपः भवति, परन्तु अशिच इति कार्यं कृत्वा अत्र रेपस्य स्थाने ऊत्वं भवति. अत्र पूर्वत्र सिद्धम् इत्यनेन अशिच एव कार्यं करोति. पूर्वसूत्रं त्रिपाद्यम् अस्ति, एतत्तु असिद्धं भवति. अशिच असि परे अतः उत्तरस्य रेपस्य उकारः भवति. इतः पर्यन्तम् अवगतं वा? प्रश्नः अस्ति चेत् पृच्छतु, कोऽपि प्रश्नः अस्ति चेत् इदानीमेव पृच्छतु. रोरि इति अस्य रोरि अत्र पश्यतु, रोरि प्रथमं मनस् इति भवति. सकारकविषये वयं जानीमः रामः इति पदं ससजुषोरुः करावसानयोर्विसर्जनीयः वयं जानीमः. अत्र मनस् इति भवति, मनस् एव सकारान्तः नपुंसकलिङ्गः मनो मनस् शब्दः इति भवति मनस्. अत्र सकारस्य स्थाने ससजुषोरुः इत्यनेनैव ऋत्वं भवति, अतः किं भवति? मणर् इति भवति खलु. खलु ससजुषोरुः इत्यनेन सकारस्य स्थाने रेपः भवति, अनन्तरं रथ अपि रेपः भवति रपदं रेपः पदं पुनरपि पूर्वमपि रेपः अनन्तरमपि रेपः अत्र रोरि इति शब्देन रेपः लोपः भवति खलु रोरि शब्दं वयं जानीमः रेपस्य रेपे परे पूर्वमपि रेपः भवति अनन्तरमपि रेपः भवति पूर्वरेपस्य लोपः भवति इति रोरि वदति खलु महोदय अतः तत्र मनर् अधिक उकार अधिक रथ अस्ति खलु तत्र उकारः कुत्र गच्छति कुत्र गच्छति वा अशिच इत्यनेन उकारः भवति रेपस्य स्थाने उकारः भवति अशिच इत्यनेन अशिच सूत्रं भवति अशि परे आत्तः उत्तरस्य रेपस्य उकारः भवति अत्र रेपः अस्ति खलु मणर् इति रेपस्य स्थाने ऊत्वं भवति केन सूत्रेण अशिच इत्यनेन एव अतः मणो इति असिद्धं भवति असिद्धं भवति किमर्थं चेत् परसूत्रमस्ति परन्तु रोरि आवश्यकमेव नास्ति खलु तावदेव किमर्थं चेत् परसूत्रमस्ति त्रिपादमपि अस्ति अशिच इति सपादसप्ताध्यायी अस्ति पूर्वसूत्रमपि अस्ति अतः एव एतदेव बलवत् भवति पूर्वत्र सिद्धम् इत्यनेन इतोपि प्रश्नः भवति वा महालक्ष्मी एकवारं पठतु एकवारं पठतु समीचीनतया आम् अन्य कोऽपि प्रश्नः भवति वा अन्य कोऽपि प्रश्नः भवति वा अत्र एतत् इतोपि मोनुस्वारः कुत्र भवति चेत् पदान्ते एव भवति अनन्तरम् एतत्तु अष्टम अध्याये तृतीयपादे अस्ति परन्तु सूत्रं तु 23 अस्ति त्रयोविंशतिः इति भवति समः सुटि इति स्वीकुर्मः चेत् अष्टाध्याये एव भवति द्विपादे एव भवति परन्तु सूत्रं तु पूर्वसूत्रमस्ति मया पूर्वमुक्तम् अत्रापि पूर्वसूत्रात् परसूत्रम् असिद्धं भवति अष्टाध्याये अपि इदानीं समसुटि इति पूर्वसूत्रं भवति 835 मोनुस्वारः तु परसूत्रमस्ति 823 अस्ति इदानीमपि पूर्वत्र सिद्धं कार्यं करोति अतः एव पूर्वसूत्रम् एव वयम् अत्र स्वीकुर्मः बलवत् भवति विप्रतिषेधे परं कार्यमपि अत्र स्वीकुर्मः चेत् समसुटिः समः सुटि एव कार्यं भवति इति अत्र पूर्वत्र सिद्धम् अनन्तरं विप्रतिषेधे परं कार्यं समकाले एतत् सूत्रम् आगच्छति चेत् जलां जशौति आगच्छति अनन्तरम् अत्र स्तोः चुनाचुः इति आगच्छति जलां जशौन्ति इति पूर्वसूत्रमस्ति स्तोः चुनाचुः इति परसूत्रमस्ति अतः एव अत्र किं भवति प्रथमवर्णस्य स्थाने प्रथमसूत्रं प्रति परसूत्रम् अत्र आगत्य कार्यं करोति इति वयं दृष्टवन्तः इदानीं मोनुस्वारः समसुटिविषये अग्रिमवर्गे वयं द्रष्टुं शक्यते इदानीं सा अन्तिमसूत्रं वदतु कोऽपि वदतु ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीमस्तमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः सर्वेभ्यः श्रवणेभ्यः शुभकामनायाः तिरुवोणम् धन्यवादः भगिनि धन्यवादः शुभदिनं धन्यवादः सर्वेभ्यः धन्यवादः